चतुर्थ खंड है। ब्रह्मी देववाच ब्रह्मणो वाय सद्विजयमही यद्विमिति ततो हय विदांचकार ब्रह्मीति तस्माद् वा येते देवा अतितरामिव अन्यान् देवान् यदग्निः वायुः इन्द्रः तेहि येन नैदिष्टं तत्स्पर्शः तेहि येन प्रथमं विदांचकार ब्रह्मीति तस्माद् वा इन्द्रो अतितरामिव अन्यान् देवान् स हि येन नैदिष्टं तत्स्पर्शः स हि येन प्रथमं विदांचकार ब्रह्मीति तस्यैष आदेशो यदि तद्विदितो विद्युतः इन्यमीमिषद इति अधिदैवतम् तां च पृष्ट्वा तस्याय वचन विदाञ्चकार विदितः। अतः इन्द्रस्य बोधहेतुत्वात् विद्या एव मम विद्या सहायवानीश्वरः इति स्मृति। यस्मात् इन्द्रविज्ञानपूर्वकम् अग्निवायु इन्द्राः तेहि येन नेदिष्टम् अतिसमीपं ब्रह्मविद्यया ब्रह्मप्राप्ताः सन्तः स्पृश्युः स्पृष्टवन्तः तैः येन प्रथमः प्रथमं विदाञ्चकार विदाञ्चक्रुः इत्येतत्। तस्मात् अतितराम् अतीत्य अतिशयेन दीप्यन्ते अन्यान् देवान्। ततोपि इन्द्रो अतितरां दीप्यते आदौ ब्रह्मविज्ञान। तस्यैष आदेशः तस्य ब्रह्मणः एष वक्ष्यमाणः आदेशः उपासन उपदेशः इत्यर्थः। यस्मात् देवेभ्यो विद्युदिव सहसाय प्रादुर्भूतं ब्रह्मद्युतिमत् तस्मात् विद्युतो विद्योतनं यथा यदेतद्ब्रह्म व्यद्युतत् विद्योतितवत् आ इति उपमार्थ आशब्दः। यथा घनान्धकारं विदार्य विद्युत् सर्वतः प्रकाशते एवं तद्ब्रह्म देवानां पुरतः सर्वतः प्रकाशवतो व्यक्तिभूतम् अतो व्यद्युत इव इति उपास्यम्। यथा सकृद्विद्युतम् इति च वायुसने यस्माच्च इन्द्रोपसर्पणकाले न्यमीमिषत् यथा कश्चिन् चक्षुर्निमेषणं कृतवान् इतीदिति अनर्थकौ निपातौ निमिषितवदिव तिरोभूतमिति एवम् अधिदैवतं देवतायाः आदि यद्दर्शनं अधिदैवतं तत्। अथ अध्यात्मं यदेतद्गच्छति इव च मनमानेन च एतदुपस्मरति अभीक्ष्णं सङ्कल्पः। अथ अनन्तरम् अध्यात्मम् आत्मनः आदि आत्मविषयम् अध्यात्मम् उच्यते इति वाक्यशेषः। यदेतद् यथोक्तलक्षणं ब्रह्म गच्छतीव प्राप्नोतीव विषयीकरोति इव इत्यर्थः। न पुनः विषयीकरोति मनः अविषयत्वाद् ब्रह्म अतो मनो न गच्छति येनाहुर्मनोमतम् इति च उक्तं। गच्छति इव इति तु मनसोऽपि मनस्त्वात् आत्मभूतत्वाच्च ब्रह्मणः तत्समीपे मनो वर्तते इति उपस्मरति अनेन मनसा एव तद्ब्रह्म विद्वान् यस्मात् तस्मात् ब्रह्म गच्छति इव इत्युच्यते। अवीक्ष्णं पुनः पुनः सङ्कल्पः ब्रह्मप्रेषितस्य मनसः। अतः उपस्मरणसङ्कल्पादिभिः लिङ्गैः ब्रह्म मनादि आत्मभूतमिति उपास्यमित्यभिप्रायः। तद्ध तद्वनं नाम तद्वनमिति उपास्तव्यं स एतदिं वेद अभिहैनं सर्वाणि भूतानि संवाञ्छन्ति। तस्य च अध्यात्मम् उपासने गुणो विधीयते। तद्ध तद्वनं तदेतद्ब्रह्म तच्च तद्वनं च तत्परोक्षं वनं सम्भजनीयं वनतेः तत्कर्मणः तस्मात् तद्वनं नाम ब्रह्मणो गौणं हि इदं नाम। तस्मादनेन गुणेन तद्वनम् इति उपास्तव्यं। स यः कश्चिन् एतद्यथोक्तमेवं यथोक्तेन गुणेन वनमिति अनेन नाम्ना विधेयं ब्रह्मवेद उपास्ते तस्य एतत् फलमुच्यते। सर्वाणि भूतानि येनम् उपासकम् अविसंवाञ्छन्ति यः अविसंभजन्ते सेवन्ते स्म इत्यर्थः। यथा गुणोपासनं हि फलम् उपनिषदं भो ब्रूहि इत्युक्ता त उपनिषद्ब्राह्मीं वा त उपनिषदम् अब्रूमीति। उपनिषदं भो ब्रूहि इति उक्तायाम् उपनिषदि शिष्येण उक्त आचार्यः उक्त कथित अतेतुभ्यम् उपनिषद् आत्मोपासनं। अधुना ब्राह्मीं वावते तुभ्यं ब्रह्मणो ब्रह्मणजातेः उपनिषदम् अब्रूम वक्ष्यामि इत्युक्ते वक्ष्यति हि ब्राह्मीनोक्त उक्ता तु आत्मोपनिषद् तस्मान्न भूताभिप्रायो अब्रूम इति अयं शब्दः। तस्यै तपोदमः कर्मीति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यम् आयतनम्। तस्यै तस्य वक्ष्यमाणायाः उपनिषदः तपः ब्रह्मचर्यादि दमः उपशमः कर्म अग्निहोत्रादि इति एतानि प्रतिष्ठा आश्रयः। एतेषु हि सत्सु ब्राह्म्युपनिषत् प्रतिष्ठिता भवति. वेदाः चत्वारः अङ्गानि च सर्वाणि प्रतिष्ठा इति अनुवर्तते. ब्रह्माश्रया हि विद्या सत्यं यथाभूतवचनम् अपीडाकरम् आयतनं निवासः. सत्यवत्सु हि सर्वं यथोक्तम् आयतनैव अवस्थितं. यो वा एतामेवं वेदापात्य पाप्मानम् अनन्ते स्वर्गे लोके ज्ये ये प्रतिष्ठते प्रतिष्ठते. तामेतां तपाद्यङ्गां तत्प्रतिष्ठां ब्राह्मीमुपनिषदं सायतनम् आत्मज्ञानहेतुभूताम् एवं निधावत्यो वेद अनुवर्तते अनुतिष्ठते. तस्यैतत् परमानम् अपहत्य पाप्मानम् अपक्षय्य धर्माधर्मम् इत्यर्थः. अनन्ते अपारे अविद्यमान अन्ते स्वर्गे लोके सुखप्राये निर्दुःखात्मनि परे ब्रह्मणि ज्येये महति सर्वमहत्तरे प्रतिष्ठते सर्ववेदान्तवेद्यं ब्रह्म आत्मत्वेन अवगम्य तदेव ब्रह्म प्रतिपद्यते इत्यर्थः. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ केनोपनिषद्वाक्यभाष्यं सम्पूर्णम् इति चतुर्थखण्डः.